पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायम् 83 सुकर्मोवाच समाहूय प्रजा सर्वाद्वीपानां वसुधाधिपः हर्षेण महदाविष्ट इदं वचनमब्रवीद इन्द्रलोकं ब्रह्मलोकं रुद्रलोकमदःपरं वैष्णवं सर्वपापघ्नम् प्राणिनां गदिदायकं व्रजाम्यहं न सन्देहो ह्यनया सहसत्तमाः ब्राह्मणाः क्षत्रिया वैश्याः सशूद्राश्च प्रजा मम सुखेनापि सकुटुम्बैः स्थातव्यं तु महीतले पूरुरेष महाभागो भवतां पालकस्त्विह तापतोऽस्ति मया लोका राजा धीरः सदण्डकः एवमुक्तास्तु ताः सर्वाः प्रजा राजानमब्रुवन् श्रूयते सर्ववेदेषु पुराणेषु नृपोत्तम धर्म एवं यदो लोके न धृष्टः केन वै पुरा दृष्टोऽस्माभिरसौ धर्मो दशाङ्गः सत्यवल्लभः सोमवंशसमुत्पन्नो नहुषस्य महागृहे हस्तपादमुख्यैरुक्तः सर्वाचारप्रचारकः ज्ञानविज्ञानसम्पन्नपुण्यानां च महानिधिः गुणानां हि महाराज आकरः सत्यपण्डितः कुर्वन्ति च महाधर्मं सत्यवन्तो महौजसः तं धर्मं दृष्टवन्तस्म भवन्तं कामरूपिणं भवन्तं कामकर्तारमीदृश्यं सत्यवादिनं कर्मणा त्रिविधेनापि वयं त्यक्तुं न शक्नुमः यत्र त्वं तत्र गच्छामः सुसुखं पुण्यमेव च नरकेऽपि भवान्यत्र वयं तत्र न संशयः किं दारैर्धनभोगैश्च किं जीवैर्जीवितेन च त्वां विनासु महाराज तेन नास्त्यत्र कारणम् त्वयैव सह राजेन्द्र वयं यास्यामनान्यथा एवं श्रुत्वा वचस्तासां प्रजानां पृथिवीपदिः हर्षेण महदाविष्टः प्रजावाक्यमुवाचः आगच्छन्तु मया सार्धं सर्वे लोकासु पुण्यकाः नृपो रथं समारुह्य तया वै कामकन्यया रथेन हंसवर्णेन चन्द्रबिम्बानुकारिणा चामरैर्व्यजनैश्चापि विज्यमानो गतव्यधः केधुना तेन पुण्येन शुभ्रेणापि महीयसा शोभमानो यथा देवो देवराजः पुरन्दरः ऋषिभिस्तूयमानस्तु बन्दिभिश्चारणैस्तथा प्रजाभिस्तूयमानश्च ययादिर्नहुषात्मजः प्रजा सर्वास्ततो यानैः समायादा नरेश्वरम् गजैरश्वैरथैश्चान्यै प्रस्थिताश्च दिवं प्रति ब्राह्मणाः क्षत्रिया वैश्या शूद्राश्चान्ये पृथग् जनाः सर्वे च वैष्णवालोका विष्णुध्यानपरायणाः तेषां तु केदवशुक्ला हेमदण्डैरलङ्कृताः शङ्खचक्राङ्किता सर्वे सदण्डाः सपताकिनः प्रजावृन्देषु भासन्ते पदाः मारुतेरिताः दिव्यमालाधरा सर्वे शोभितास्तुलसीदलैः दिव्यचन्दनदिग्धाङ्गा दिव्यगन्धानुलेपनाः दिव्यवस्त्रकृता शोभा दिव्याभरणभूषिताः सर्वे लोकाः सुरूपास्ते राजानमुपजग्मिरे प्रजाशतसहस्राणि लक्षकोटिशतानि च अर्वखर्वसहस्राणि ते जनाः प्रतिजग्मिरे ते दुराज्ञा समं सर्वे वैष्णवाः पुण्यकारिणः विष्णुध्यानपरा सर्वे जपदानपरायणाः सुकर्मोवाच एवं ते प्रस्थिताः सर्वे हर्षेण महतान्विताः पूर्वं पुत्रं महाराजस्वराज्ये परिशिच्यतम् ऐन्द्रं लोकं जगामाध ययादिः पृथिवीपदिः तेजसा तस्य पुण्येन धर्मेण तपसा तदा ते जनाः प्रतिदा सर्वे वैष्णवं लोकमुत्तमम् ततो देवाः सगं धर्वा किन्नराश्चारणास्तथा सहिता देवराजेन आगता सम्मुखं तदा तस्यैवापि नृपेन्द्रस्य पूजयन्तो नृपोत्तम इन्द्र उवाच स्वागतं ते महाराज मम गेहं समाविश अत्र भोगान् प्रभुङ्क्ष्वत्वं दिव्यान् कामान् मनोनुगान् राजोवाच सहस्राक्षमहाप्राज्ञ तव पादाम्बुजद्वयम् नमस्करोम्यहं देवब्रह्मलोकं व्रजाम्यहं देवैः संस्थूयमानश्च ब्रह्मलोकं जगामः पद्मयोनिर्मः तेजः सार्धं मुनिवरैस्तदा आदित्यं च चकारास्य पाद्यार्घ्यादि सुविष्ठरैः उवाच विष्णुलोकं हि प्रयाहि त्वं स्वकर्मणा एवमाभाषिदे धात्रा जगाम शिवमन्दिरम् चक्रे आदित्यपूजां च उमया सह शङ्करः तस्यैवापि नृपेन्द्रस्य राजानमिदमब्रवीद कृष्णभक्तोऽसि राजेन्द्र ममापि सुप्रियो भवान् ततो ययादे राजेन्द्र वसत्वं मम मन्दिरम् सर्वान् भोगान् प्रभुं क्ष्वत्वं दुःखप्राप्यान् हि मानुषैः अन्तरं नास्ति राजेन्द्र मम विष्णोर्न संशयः योऽसौ विष्णुस्वरूपेण स वै रुद्रो न संशयः यो रुद्रो विद्यते राजन् स च विष्णुः सनातनः उभयोरन्तरं नास्ति तस्माच्चैव वदाम्यहं विष्णुभक्तस्य पुण्यस्य स्थानमेव ददाम्यहम् तस्मादत्र महाराजस्तादव्यं हि त्वया नख एवमुक्तशिवेनापि ययातिर्हरिवल्लभः भक्त्या प्रणम्य देवेशं शङ्करं नदकन्दरः एतत्सर्वं महादेव त्वयोक्तमिह साम्प्रतम् युवयोरन्तरं नास्ति एका मूर्तिर्द्विधा भवद वैष्णवं गन्तुमिच्छामि पादौ तव नमाम्यहम् एवमस्तु महाराज गच्छलोकं तु वैष्णवम् समादिष्टशिवेनापि प्रतस्ते वसुधाधिपः पृथ्वीशस्तैर्महापुण्यैर्वैष्णवैर्विष्णुवल्लभैः नृत्यमानैस्तदस्तैस्तु पुरस्तस्य भूपतेः शङ्खशब्दैः सुपापघ्नैः सिंहनादैः सुपुष्कलैः जगाम निःस्वनैराजा पूज्यमानः सुचारणैः सुस्वरैर्गीयमानस्तु पाठकैः शास्त्रकोविदैः गायन्ति पुरतस्तस्य गन्धर्वा गीततत्पराः ऋषिभिस्तूयमानश्च देववृन्दैः समन्वितैः अप्सरोभिः सुरूपाभिः सेव्यमानः स नाहुषिः गन्धर्वैः किन्नरैः सिद्धैश्चारणैः पुण्यमङ्गलैः साध्यैर्विद्याधरैराजा मरुद्भिर्वसुभिस्तथा रुद्रैश्चादित्यवर्गैश्च लोकपालैर्दिगीश्वरैः स्तूयमानो महाराजस्त्रैलोक्येन समन्तदः ददृशे वैष्णवं लोकमनौपम्यमनामयं विमानैः काञ्चनैराजन् सर्वशोभासमाविलैः हंस कुन्देन्दुधवलैर्विमानैरुपशोभितैः प्रासादैः शतभौमैश्च मेरुमन्दरसन्निभैः शिखरैरुल्लिखद्भिश्च स्वर्व्योमहाडकान्वितैः जाज्वल्यमानैः कलशैः शोभते सुपुरोत्तमम् तारागणैर्यथाकाशं तेजश्रिया प्रकाशते प्रज्वलत्तेजोज्ज्वालाभिर्लोचनैरिव लोकते नानारत्नैर्हरेर्लोकप्रहसद्दशनैरिव समाह्वयदि तान् पुण्यान् वैष्णवान् विष्णुवल्लभान् ध्वजव्याजेन राजेन्द्रचरिताग्रैः सुपल्लवैः श्वसनान्दोलितैस्तैश्च ध्वजाग्रैश्च मनोहरैः हेमदण्डैश्च खण्डाभिः सर्वत्र समलङ्कृतं सूर्यतेजप्रकाशैश्च गोपुराटालकैस्ततः गवाक्षैर्जालमालैश्च वातायनमनोहरैः प्रतोलीनां प्रकाशैश्च प्रकारैर्हेमरूपकैः तोरणैः सुपताकाभिर्नानाशब्दैः सुमङ्गलैः कलशाग्रैश्चक्रबिम्बैः रविबिम्बसमिप्रभैः सुभोगैश्चतकक्षैश्च निर्जलाम्बुदसन्निभैः दण्डच्छत्रसमाकीर्णैः कलशैरुपशोभितैः प्रावृत्कालाम्बुदाकारैर्मदिरैरुपशोभितैः कलशैः शोभमानैस्तैर्वृक्षैर्द्यौरिवभूतलम् दण्डजालपदाकाभिर्वृक्षजालसमप्रभैः तादृशैः स्फाटिकाकारैः कान्तिशङ्खेन्दुसन्निभैः हेमप्रासादसम्बान्धैर्नानाधातुमयैस्तदः विमानैरर्बुदसङ्ख्यैः शतकोटिसहस्रकैः सर्वभोगयुधैश्चैव शोभदे हरिपत्तनं यैः समाराधितो देवशङ्खचक्रगदाधरः ते प्रसादात्तस्य तेषु निवसन्ति गृहेषु च सर्वपुण्येषु दिव्येषु भोगाढ्येषु च मानवाः वैष्णवा पुण्यकर्माणो निर्धूताशेषकल्मषाः एवंविधैर्गृहैः पुण्यैः शोभितं विष्णुमन्दिरम् नानावृक्षैः समाकीर्णं वनैश्चन्दनशोभितैः सर्वकामफलैः राजन् सर्वत्र समलङ्कृतं वापी कुण्डतडागैश्च सारसैरुपशोभितैः हंसकारण्डवाकीर्णैः कल्हारैरुपशोभितैः शतपत्रैर्महापद्मैः पद्मोत्पलविराजितैः कनकोत्पलवर्णैश्च सरोभिश्च विराजते वैकुण्ठं सर्वशोभाढ्यं देवोद्यानैरलङ्कृतं दिव्यशोभासमाकीर्णं वैष्णवैरुपशोभितं वैकुण्ठं ददृश्ये राजा मोक्षस्थानमनुत्तमं देववृन्दैः समाकीर्णं ययातिर्नहुषात्मजः प्रविवेशपुरं रम्यं सर्वदाहविवर्जितं ददृश्ये सर्वक्लेशघ्नं नारायणमनामयं विमानैरुपशोभन्तं सर्वाभरणशालिनं पीतवासं जगन्नाथं श्रीवत्साङ्गं महाद्युतिं वैनतेयसमारूढं श्रियायुक्तं परात्परम् सर्वेषां देवलोकानां योगदिः परमेश्वरः परमानन्दरूपेण कैवल्येन विराजते सेव्यमानं महालोकैः सुपुण्यैर्वैष्णवैर्हरिं देववृन्दैः समाकीर्णं गन्धर्वगणसेवितम् अप्सरोभिर्महात्मानं दुःखक्लेशापहं हरिं नारायणं ननामाध स्वपत्न्या सह भूपतिः प्रणेमुर्मानवा सर्वे वैष्णवा मधुसूदनं गदाये वैष्णवा सर्वे सह राज्ञा महामदे पादाम्बुजद्वयं तस्य नेमुर्भक्रिया महामदे प्रणमन्दं महात्मानं राजानं दीप्ततेजसं तमुवाच हृषिकेशस्तुष्टोऽहं तव सुव्रत वरं वरय राजेन्द्र यत्ते मनसि वर्धते तत्ते ददाम्यसन्देहं मद्भक्तोऽसि महामदे राजोवाच यदि त्वं देवदेवेश तुष्टोऽसि मधुसूदन दासत्वं देहि सततमात्मनश्च जगत्पदे विष्णुरुवाच एवमस्तु महाभाग मम भक्तो न संशयः लोके मम महाराजस्तादव्यमनया सह एवमुक्तो महाराजो ययाधिपृथिवीपदिः प्रसादा तस्य देवस्य विष्णुलोकं प्रसाधितम् दिवसत्येष भूपालो वैष्णवं लोकमुत्तमम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने पितृतीर्थवर्णने ययादिचरित्रे ययादे स्वर्गारोहणं नाम 83 तमोऽध्यायः ॐ